अद्यतनविषयः भवति प्रतिनियतग्राह्याः गुणाः इति. प्रतिनियतग्राह्याः गुणाः इति नूतनः विषयः. प्राक् सम्बन्धस्य अवच्छेदकत्वम् इति यः विषयः गते सप्ताहे अपि अवलोकितः, तस्य एकवारं चर्चां कृत्वा अग्रे सरेम. सर्वे प्रायः चित्रं रचितवन्तः स्युः एव, इत्युक्ते अष्टचत्वारिंशत्तमे पुटे उपरितने भागे चित्रं पश्यन्तु. तत्र भूतलमस्ति, भूतले घटाभावः अस्ति अथवा किमपि अभावः भवतु, तद्भूतले अस्ति इति चिन्तयन्ति चेत् अभावः भूतले भवति इति इत्यतः अभावे अधेयता भवति, भूतले अधिकरणता भवति. तथैव अभावस्य प्रतियोगी भवति. अभावस्य प्रतियोगी घटाभावः इति चिन्तयामश्चेत् घटाभावस्य प्रतियोगी घटः, तस्मिन् घटे प्रतियोगि भवति. अभावे अनियोगिता, घटे प्रतियोगिता. अपि च अभावः भूतले वर्तते इत्यतः भूते अधिकरणता, अभावे अधेयता भवति. अत्र यथा वयं पूर्वम् अपि परिशीलितवन्तः, एकः एव घटः बहुत्र भवति इत्यतः आधेयतानां मध्ये भेदसम्बन्धस्य अवच्छेदकत्वम् अपेक्षितमासीत्. तथैव अत्र क्षम्यतां भगिनि, सम्यक् न श्रूयते. ध्वनिः अस्ति. ओ एवं, किम्? एकनिमिषः. अधुना श्रूयते वा? आम् आम्. अस्तु. हलो हलो. आम् ध्वनिः गता. अस्तु, तर्हि भूतले अभावः अस्ति इति विषयस्य चर्चा जायमाना आसीत्. भूतले अधिकरणता, अभावे आधेयता. घटाभावः इति स्वीकुर्मः चेत् घटाभावस्य प्रतियोगी घटः, तस्मिन् प्रतियोगिता भवति. यथा पूर्वमपि वयं दृष्टवन्तः, घटः आधेयः आसीत्. घटः महाकाले कालिकसम्बन्धेन भवति, घटः ज्ञाने विषयितासम्बन्धेन भवति, स्वस्मिन् तात्म्येन. तत्र घटे या आधेयता आसीत् भिन्नभिन्नस्थलेषु, आधेयतायाः अवच्छेदनार्थं सम्बन्धस्य उपयोगः कृतः. तथैव प्रतियोगितास्थले अपि इदानीं घटो नास्ति भूतले इति अभावः दर्शितः चेत् तत्र घटः भूतले नास्ति केन सम्बन्धेन? कोऽपि वदति वा? संयोगसम्बन्धेन. तर्हि प्रतियोगितायाः अवच्छेदकः कः? संयोगसम्बन्ध अवच्छेदकः. संयोगसम्बन्धः तत्र प्रतियोगितायाः अवच्छेदकसम्बन्धः. अपि च तत्र धर्मः अपि अस्ति. घटे कीदृशः धर्मः अस्ति? घटत्वमस्ति. सा एव प्रतियोगिता या संयोगसम्बन्धेन अवच्छिन्ना आसीत्, सा प्रतियोगिता पुनः घटत्वेनापि अवच्छिन्ना भवति इति मुख्यविषयः. गते सप्ताहे अपि वयं पठितवन्तः, सर्वे अपि चित्रमपि रचितवन्तः स्युः इति मन्ये. अत्र नूतनं किमपि नास्ति. यथा चित्रे प्रदर्शितं जालपुटे अपि प्रतियोगितायाः अपि अवच्छेदनं भवति सम्बन्धेन. अनन्तरम् इदानीम् अभावः इति अस्ति भूतले. अभावः केन सम्बन्धेन भवति भूतले? स्वरूपसम्बन्धेन. तर्हि भूतलम् अधिकरणम् अस्ति, अभावः किमस्ति? अधेयः अस्ति. अभावः आधेयः अस्ति चेत् अभावे कीदृशी कीदृशः धर्मः भवति? अधेयता अस्ति, तदनन्तरम् अवच्छेद्यता अस्ति. सत्यं, बहु सम्यक्. अभावे आधेयता अस्ति, अपि च भूतले अधिकरणता अस्ति. इदानीम् अवच्छेद्यता अपि अस्ति इति भगिनी उक्तम्. अस्तु, तस्य अवच्छेद्यता, सा अवच्छेद्यता अस्ति चेत् अवच्छेदकधर्मः कः अत्र? अवच्छेदकधर्म धर्म घटाभाव अवच्छेदकधर्म भवति. अत्र चिन्तयन्तु, केवलम् अभावस्थले पृच्छामि अहं. भूतलम् अस्ति, भूतले अधिकरणता अस्ति, अभावे अधेयता अस्ति, अपि च भूतले अभावः स्वरूपसम्बन्धेन भवति. तर्हि कीदृशी अधेयता सा, केन सम्बन्धेन अवच्छिन्ना अधेयता? स्वरूपसम्बन्धेन अवच्छिन्ना अधेयता. हा, अधेयता या अभावे अस्ति सा स्वरूपसम्बन्धेन अवच्छिन्ना भवति इति विषयः गते सप्ताहे अपि दृष्टः आसीत्. नूतनतया केन केन आगतं, नामानि उच्यन्ताम्. अहं रत्ना अस्मि भगिनि. रत्ना भगिनि, अनन्तरम् अनन्तरं जनद्वयम्, अन्य कोऽपि अस्ति वा? वर्धिनी भगिनी अस्ति खलु? लक्ष्मी अस्ति भगिनी, श्रूयते किम्? हा हा, लक्ष्मी भगिनी. अनन्तरं वर्धिनी भगिनी अस्ति वा? अस्तु, अग्रे सरेम. हा, इदानीं यथा भूतले घटाभावस्य विषये वयं परिशीलितवन्तः, तथैव घटः पठो न इति कीदृशः अभावः अस्ति? कोऽपि वदति वा? अन्योन्य अभाव. सर्वैः सम्यक्तया श्रूयते किं मम ध्वनिः? अस्तु, तर्हि हा, घटः पटः न इति कीदृशः अभावः? अन्योन्याभावः. तर्हि घटः पटो न इत्यस्य अभावस्थले तत्र का वदति, नीता भगिनी वदति वा? प्रतियोगी का, अनियोगी का, सर्वं नीता भगिनी? भगिनी आम् आम्, क्षम्यता. घटः पटो, घटः पटः न इति उदाहरणम् अस्ति. तत्र प्रतियोगी कः, अपि च अनुयोगी कः, अधिकरणम् अभावस्य अधिकरणं कि इति वदतु. अहं पुनस्मरणं करोमि. प्रतियोगी घट, अनुयोगी पट. अस्तु, तर्हि घटः पटः न मध्ये घटे पटस्य अभावः अस्ति, सत्यं किल? घटः पटः, पटे घटस्य अभावः अस्ति इति चिन्तयामः इदानीं. घटस्य अन्योन्याभावविषये किञ्चित् चिन्तयामः. अस्तु, तर्हि रश्मि भगिनी साहाय्यं करोति किम्? घटः पटः, घटः पटो न इति घटस्य अन्योन्याभावः इति चिन्तयतु. तत्र घटे पटस्य अभावः, तदेव पटे घटत्वाभावः. घटः पटः न इति अन्योन्याभावः, तत्र अहं पृच्छामि इदानीं सोपाने पृच्छामः. घटः पटोः पटो न इति घटाभावः अस्ति. अत्र प्रतियोगी किञ्चित् ध्वनिः न श्रूयते किं मध्ये मध्ये किमपि डिस्टर्बेन्स् अस्तु. मया सम्यक्तया श्रूयते भगिनि. अस्तु तर्हि अस्तु रत्ना भगिनी भवती श्रुतवती चेत् प्रश्नं वदतु इदानीं घटः पटः न इत्यस्मिन् प्रतियोगी कः. इत्युक्ते घटे पटस्य अभावः. अस्तु पटाभावः पटे घटाभावः इति चिन्तयामः. घटस्य अन्योन्याभावः. अस्तु घटस्य अभावः पटे अस्ति. घटाभावः तत्र घटे प्रतियोगिता अस्ति पटे अनियोगिता अस्ति. अतः प्रतियोगिता अस्ति. अस्तु घटे प्रतियोगिता अस्ति तत् समीचीनं. घटः प्रतियोगी अस्ति. इदानीम् अनुयोगिता कुत्र अस्ति. अनियोगिता अभावे अस्ति. अभावः पटे अस्ति. बहु सम्यक्. अनुयोगिता अस्ति घटाभावे अन्योन्याभावस्थले. घटस्य अन्योन्याभावे अस्ति अनुयोगिता. स च अभावः अस्ति पटे. तर्हि पटः अस्ति अधिकरणम् अभावस्य. अभावः आधेयः. अस्तु अपि च घटः प्रतियोगी तस्मिन् प्रतियोगिता अस्ति. अधुना अन्योन्याभावस्थले केन सम्बन्धेन घटः स्वस्मिन् केन सम्बन्धेन भवति. तादात्म्यसम्बन्धेन. तादात्म्यसम्बन्धेन स्वस्मिन् तादात्म्यसम्बन्धेन भवति घटः. इदानीं घटस्य अन्योन्याभावः भवति इति उक्तं चेत् तत्र प्रतियोगितायाः अवच्छेदकः कः सम्बन्धः. प्रतियोगितायाः अवच्छेदकः. अत्र नूतनं किमपि नास्ति. अस्तु भूतले घटाभावः अस्ति इति चिन्तयन्तु. तर्हि सः भावः केन सम्बन्धेन भवति. तर्हि तत्र अभावः तादात्म्यसम्बन्धेन अस्ति. घटः पटे तादात्म्यसम्बन्धेन नास्ति इति. हा यथा भूतले घटः न आसीत् संयोगसम्बन्धेन घटाभावः भूतले भवति तथैव अन्योन्याभावस्थले घटः पटः न अथवा पटे घटाभावः अस्ति इत्यस्मिन् स्थले तादात्म्यसम्बन्धेन घटस्य अन्योन्याभावः भवति पटे. नूतनं किमपि नास्ति. भूतले घटाभावः आसीत् संयोगसम्बन्धः अवच्छेदकः आसीत्. अत्र अन्योन्याभावस्थले तादात्म्यसम्बन्धः भवति प्रतियोगितायाः अवच्छेदकः. बुधं वा. अत्र प्रश्नः अस्ति किं कस्यापि. नूतनविषयः तु नास्ति एव. अस्तु काले घटाभावस्य काले घटः नास्ति कालिकसम्बन्धेन नास्ति इति चिन्तयति चेत् अकालिकसम्बन्धः भवति प्रतियोगितायाः अवच्छेदकः. ज्ञाने घटः नास्ति चेत् विषयितासम्बन्धः तत्र अवच्छेदकः प्रतियोगितायाः. तथैव घटः पटः न इत्यत्र तादात्म्यसम्बन्धः भवति प्रतियोगितायाः अवच्छेदकः. यतोहि यदि घटः अभविष्यत् तर्हि तादात्म्यसम्बन्धेन अभविष्यत्. अपि च घटः न कदापि पटे भवति. अन्योन्याभावः इति उक्तं चेत् स्वस्मिन् एव भवति घटः. घटः स्वस्मिन् भवति तादात्म्यसम्बन्धेन. इत्यतः अन्योन्याभावस्य प्रतियोगिता या अस्ति तस्य अवच्छेदकः अस्ति तादात्म्यसम्बन्धः इति स्पष्टमस्ति खलु सर्वेषां मनसि? अग्रे सरेम तर्हि. हरि ओं, श्रूयते वा? आं भगिनि, श्रूयते. हा, अस्तु अस्तु तर्हि. तर्हि रागिनी भगिनी पठितुमिच्छति वा एवं घटः पटोन इत्यत्रापि? एवं घटः पटः न इत्यत्रापि तादात्म्यसम्बन्धः भवति प्रतियोगिता अवच्छेदकः, तथा च घटत्वावच्छिन्ना तादात्म्य अवच्छिन्नप्रतियोगिताकाभावः यः भेदः तद्वान् पटः इति प्रतियोगितायाः तादात्म्य अवच्छिन्नत्वसिद्धिः. अस्तु, उच्यतां भगिनि. एतावता इयमेव चर्चा जाता. घटः पटः न, घटः पट न, तत्र अन्योन्यभावः अस्ति. घटः तादात्म्यसम्बन्धेन स्वस्मिन् भवति, अतः तत्र तादात्म्यसम्बन्धः प्रतियोगिता अवच्छेदकः अस्ति. इदानीं न जानामि, द्वितीयं वाक्यं न जानामि. द्वितीयवाक्ये अपि किमपि नास्ति, द्वितीयवाक्यं नास्ति. घटत्वावच्छिन्नता, घटत्वावच्छिन्नता तादात्म्य अवच्छिन्न प्रतियोगिताक अभावः. भवती यदुक्तवती तदेव उक्तमस्ति. अस्तु, यत्र कुत्रापि वयम् अवच्छिन्न इति वदामः तत्र सम्बन्धस्य अवच्छेदकत्वं, धर्मस्य अपि अवच्छेदकत्वं खलु? चित्रं मनसि आयाति चेत् तत्र घटत्वावच्छिन्न संयोगावच्छिन्न इति वाक्यद्वयं भवति, तदेव उक्तम् अत्रापि. घटत्वावच्छिन्न साधारण्यवच्छिन्न प्रतियोगिता, तेन तया प्रतियोगितया निरूपितः अभावः अस्ति. प्रतियोगिताक अभावः यः भेदः तद्वान् पटः, इत्युक्ते तादृशः अभावः. कीदृशः अभावः? घटत्वावच्छिन्न तादात्म्यावच्छिन्न प्रतियोगिताकः अभावः, सः अभावः पटे अस्ति. तदर्थं तद्वान् पटः इति उक्तम्. अस्तु, तादृशः पटे अस्ति इति प्रतियोगितायाः तादात्म्य अवच्छिन्नत्वसिद्धिः. नूतनविषयः नास्ति एव, केवलं नूतनसम्बन्धः, नूतनः अभावः अत्र प्रदर्शितः अस्ति. बुद्धं वा सर्वैः? भगिनी, एकः प्रश्नः. अत्र प्रतियोगिता कः कः इत्युक्ते, ऐ मीन् प्रतियोगितायाः इति वा अथवा? तत्र समासः अस्ति, बहुव्रीहि स्यात् इति चिन्तयामि. कीदृशः अभावः? प्रतियोगिताक अभावः. तादृश्या प्रतियोगितया निरूपितः. पूर्वमपि एतादृशं वयं दृष्टवन्तः खलु, सविषयकः ज्ञानं, सविषयकं ज्ञानम् इति स्मरति वा? एतादृशमेव अस्ति वाक्यं, क इति आगतमासीत् मध्ये, इत्युक्ते ज्ञाने तादृशं किमपि अस्ति इति. एतदपि समासः एव. कीदृश अभावः? एतादृशी प्रतियोगिता या अस्ति तया निरूपित अभावः, तदर्थं प्रतियोगिताक अभावः इति उक्त. अस्तु अस्तु अस्तु. अन्यः प्रश्नः आसीत्, घटः अस्ति, घटः ज्ञाने अस्ति, तत्र घटः विषयः ज्ञाने विषयी, ज्ञानं विषयी भवति. तत्र विषयितासम्बन्धेन अवगच्छामि, किमर्थं विषयतासम्बन्धः अपि न भवितुम् अर्हति? घटः विषयः अस्ति किल? सत्यं, विषयता अपि अस्ति, किन्तु घटः ज्ञाने विषयितासम्बन्धेन भवति, ज्ञानं घटे विषयतासम्बन्धेन भवति इत्येव अस्ति तयोः मध्ये सम्बन्धः। ओ अस्तु अस्तु अस्तु भगिनि, धन्यवादः। नूतनतया केन आगतम्? कोऽपि अस्ति वा नूतनः? भगिनी अहमेव रश्मि, अहमेव मध्ये ड्रोप् कृत्वा आगतवती। ध्वनिः सम्यक् न, अहं सम्यक् न श्रुतवती, अतः मध्ये ब्रेक् कृत्वा अनन्तरम् आगतवती। ओ अस्तु अस्तु अस्तु। सन्ध्या भगिनी अग्रे पठति किम्? आं भगिनि, प्रकृते आधयत्वस्थले समवायादिसम्बन्धैः घटः कपालादिषु इव शब्दोऽपि समवायेन आकाशे कालिकेन काले विषयतासम्बन्धेन स्वविषयकप्रत्यये वर्तते इति बहुविधा आधेयताः शब्दे वर्तन्ते। तासु या समवायसम्बन्धावच्छिन्नाधेयता तन्निरूपित अधिकरणतावत् त्वमेव प्रकृते लक्षणम् इति बोधनाय गुणपदम् उपात्तम्। अस्तु अस्तु भगिनि, अत्र मन्दं मन्दं गच्छतु, किम् अवगतम् इति। अत्र वाक्यस्य प्रथमभागे तत्र घटे तत्र घटकपालयोः यथा समवायादिसम्बन्धः अस्ति, तत्र आधेयत्वं यथा अस्ति अत्र यथा पूर्वं निरूपितं, तथैव शब्दः अपि समवायसम्बन्धेन आकाशे अस्ति, कालिकसम्बन्धेन काले अस्ति, अनन्तरं विषयतासम्बन्धेन तत्र स्वविषयकप्रत्यये इति अस्ति, तद् चिन्तयामि विषयतासम्बन्धेन पुनः ज्ञाने इति तत्र अस्ति इति। तर्हि तादृशाः बहवः आधेयताः तत्र शब्दे अपि तथैव सिद्धं कर्तुं शक्नुमः यथा पूर्वं निरूपितम् इति। क्षम्यतां, भवती किमपि वक्तुम् इष्टवती प्रायः स्वविषयकप्रत्यये इति? न भगिनि, भवत्या यदुक्तं तदेव सम्यक् अस्ति, विषयतासम्बन्धेन स्वविषयकप्रत्यये इत्युक्ते यत्र सः विषयः भवति तत्र इत्येव, शब्दः यत्र विषयः भवति तत्र। तर्हि शब्दे अपि बह्व्यः आधेयताः भवितुम् अर्हति, यथा घटः आसीत् भिन्नभिन्नस्थलेषु काले ज्ञाने स्वस्मिन्, तथैव शब्दः अपि अस्ति, शब्दे भिन्नभिन्नाः आधेयताः अपि वर्तन्ते इति स्पष्टं स्यात्। अस्तु भगिनि अग्रे अग्रे अस्ति। तर्हि तत्र किमपि गुणपदम् इति किमपि नूतन तत्र विषयः अस्ति, तत्र समवायसम्बन्धस्य समवायसम्बन्धेन अवच्छिन्ना या आधेयता अस्ति तया आधेयतया या निरूपित अधिकरणता अस्ति तस्य लक्षणं किमपि वक्तुं गुणपदम् इति अस्ति, तावदेव अवगतम्। हा, सम्यक् एव अवगतं भवत्या। एताः बह्व्यः आधेयताः सन्ति, किन्तु तासु एका आधेयता अस्ति, सा आधेयता समवायसम्बन्धावच्छिन्न आधेयता। अस्तु, समवायसम्बन्ध अवच्छिन्न आधेयतया कीदृशी अधिकरणता निरूपिता, तादृशी अधिकरणतावत्त्वम् एव लक्षणं भवति। अस्तु, इत्यस्य संस्थापनाय गुणपदम् उपात्तम्। अत्र पश्यन्ति चेत् शब्दगुणकम् आकाशम् इति अस्ति खलु, पञ्चचत्वारिशन्तमे पुटे, तत्र दीर्घा चर्चा जाता किमर्थं गुणः इति पुनः पुनः उक्तम् इति। प्रथमं तु मीमांसकानां यः सिद्धान्तः आसीत् तस्मात् भिन्नः सिद्धान्तः अत्र शब्दः गुणः इति स्थापयितुं. तदनन्तरं शब्दः गुणः इति स्थापनं भवति चेत् गुणः गुणिनि केन सम्बन्धेन भवति? हा, तर्हि गुणगुणिनोः मध्ये नाम शब्दः अपि च आकाश तयोः मध्ये समवायसम्बन्धः भवति इति संस्थापितं भवति. यदा शब्दः गुणः इति स्वीकृतः चेत् तदर्थं गुणपदम् उपात्तम्. अनन्तरम् एकवारं समवायसम्बन्धः इति स्थापितं चेत् तत्र आधेयता स्यात् खलु. समवायसम्बन्धावच्छिन्न आधेयता शब्दे अस्ति. तया आधेयतया निरूपित अधिकरणतावत्त्वं प्रकृते लक्षणम् इति बोधनाय गुणपदम्. एतादृशी अधिकरणता अथवा एतादृशम् अधिकरणतावत्त्वं कस्य लक्षणम्? अधिकरणस्य लक्षणं अधिकरणं किम्? आकाश. आकाश, हा, सम्यक् सम्यक् बुद्धम् इति चिन्तयामि सर्वैः. अनन्तरम् अधिकरणतावत्त्वम् इति उक्तम्. अस्तु, तर्हि स्मरन्ति वा मतुक् योजनं? गन्धवत्त्वं गन्ध गुण इव समान अस्ति. गन्धः समान गुणवत्त्वं गन्धवती पृथ्वी, गन्धवत्त्वं समानगन्धलक्षणम्. हा, तथैव अस्ति. एकवारं पठामः. चत्वारिंशत्तमपुटं पश्यन्तु सर्वे, पेज् 40. पश्यन्ति वा चत्वारिंशत्तमे पुटे अन्तिमे परिच्छेदे सरला भगिनी एवं च इति पश्यति किम्? ततः किञ्चित् एवं च लक्ष्यवाचकसपद्यस्य या विभक्ति तत् समानविभक्तिकं यदि लक्षणवाचकपदं भवेत् तदा विद्यमानोऽपि आधार आधेयभाव न बुध्येत. अतः तद्ज्ञानाय लक्षणवाक्यं तथा स्यात् यथा स्पष्टः धर्मबोधः स्यात्. अतः गन्धवती इत्यत्र यः मतुप्रत्ययः तत् भावप्रत्ययः कार्यः तथा च गन्धवती योजेनत्व गन्धवत्व इति पदं भवति. तत् विद्यमानेन भावप्रत्ययेन भावधर्मः बोध्यते. स च भाव गन्धसमानकक्ष्यः भवति. अतः गन्धवत्त्वम् इत्यस्य गन्धः एव अर्थः. अतः एव प्रसिद्धः नियमः मतु मत्वथियात् भावप्रत्ययः प्रकृत्यर्थं गमयति. गन्ध योजमतु योजत्व गन्ध समानगन्धः शीतस्पर्श तथैव अस्ति. अधिकरणं तत्र अधिकरणतावत् इति चिन्तयन्तु. अधिकरणतावत् प्लस्त्व अधिकरणतावत् पुनः मतुपयोजनेन अधिकरणतावत्त्व इति अस्ति. अधिकरणतावत्त्वम् अपि समानकक्षः धर्मः एव भवति इति तादृशी शैली अस्ति. यः कोऽपि धर्मः भवतु तस्य सम्यक् ज्ञानाय सः अपि समानविभक्त्यां भवतु इत्येव कृतं. यथा गन्धवत्त्वं पृथिव्याः लक्षणम्, अत्र गन्धवत्त्वम् इति प्रथमाविभक्त्याम् अस्ति. तर्हि सम्यक्तया निर्देशः भवति धर्मस्य. तथैव अधिकरणतावत्त्वं लक्षणम् आकाशस्य. अपि च तद् अधिकरणतावत्त्वं कीदृशं चेत् समवायसम्बन्धावच्छिन्न अधेयता तन्निरूपित अधिकरणतावत्त्वम् इति सर्वम्. एकः प्रश्नः अत्र मत्वार्थियात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति, अत्र गमयति इत्युक्ते गच्छति वा अस्मिन् सन्दर्भे? हा, तत्र निच् प्रत्ययः अस्ति, कारयति तथा. ओ अस्तु मत्वर्तीयात् मतुप्तः मतुप्तः भावप्रत्ययः नाम त्व तल् योजनेन प्रकृत्यर्थं गमयति इत्युक्ते तत्र मूलः धर्मः यः कोऽपि भवतु गन्धः वा अथवा अधिकरणता वा तस्मिन् दिशि एव गच्छति इति. ओ अस्तु धन्यवादः. अस्तु तदर्थमेव गुणः इति पदम् आगतम् आसीत्. अस्तु अग्रे रत्ना भगिनी पठति वा? आं भगिनि. तासु या समवायसम्बन्धावच्छिन्नात् आधेयता निरूपिता अधिकरणतावत्त्वम् एव प्रकृते लक्षणम् इति बोधनाय गुणपदम् उपातम्. अस्तु तदभवत् अग्रे पठतु इदानीं. हा गुणगुणिनोः समवायस्य प्राक् व्यवस्थापनेन गुणपदेन तयोः यः समवायसम्बन्धः तस्यैव उपस्थित्या तत्सम्बन्धावच्छिन्न आधेयत्वलाभः इति. इत्थमेव च ज्ञान अधिकरणम् आत्मा इत्यत्रापि अधिकरणपद निवेशप्रयोजनं वक्ष्यते. अस्तु तर्हि गुणः इति उक्तं किमर्थं गुणगुणिनोः मध्ये कीदृशसम्बन्धः भवति? समवायसम्बन्धः. तस्य व्यवस्थापनार्थं खलु तदुक्तं यतोहि गुणगुणिनोः मध्ये समवायसम्बन्धः भवति इति व्यवस्थापनार्थं शब्दः गुणः इति उक्तम्. अनन्तरं वदतु भगिनि किं सञ्जातं तादृशेन व्यवस्थापनेन? गुणपदेन तयोः यः समवायसम्बन्धः तस्य एव तत्सम्बन्ध अवच्छिन्न आधेयत्वलाभः इति. तत्र समवायसम्बन्धः अस्ति चेत् तत्र आधेयः कः आधारः कः तत्र आधेयः गुणः आधारः आकाशं द्रव्यं तत् सम्बन्धम् अपि निरूपितं भवति इति वदन्ति वा? हा गुणः आधेयता इति भवति चेत् तदा गुणगुणिनोः मध्ये नाम गुण आकाश अथवा गुणद्रव्ययोः मध्ये तत्र भवति समवायसम्बन्धः. तेन किं सञ्जातं समवायसम्बन्धः उपस्थिता भवति चेत् तत्र तेन सम्बन्धेन गुणस्य आधेयता अथवा आधेयत्व अवच्छिन्नं भवति. तदेव उक्तम् अत्र तस्यैव उपस्थित्या तत्सम्बन्धावच्छिन्न आधेयत्वलाभः. एकवारम् आधेयता केन अवच्छिन्ना अस्ति इति साधितं चेत् पुनः तेन अथवा तया आधेयतया अधिकरणता कीदृशी इति वक्तुं शक्नुमः. अपि च तादृशम् अधिकरणतावत्त्वम् एव लक्षणमपि भवति द्रव्यस्य अत्र आकाशस्य. अस्तु तथैव ज्ञानाधिकरण आत्मा ज्ञानस्य अधिकरणम् आत्मा इत्यत्रापि अधिकरणपदं निवेशप्रयोजनं वक्ष्यते इत्युक्ते अग्रे इतोपि किञ्चित् वक्ष्यते इति चिन्तयामि तस्य विषये. अस्तु रत्ना भगिनी अग्रे पठति वा? अस्तु लक्षणवाक्येन आकाशे ज्ञाते तत् किं पृथिव्यादिवत् नाना उत एकम् इति ज्ञान आसायमाः क्षम्यतां जिज्ञासायामाः तत् च एकम् इति अयमाशयः. अस्तु अत्र केवलं आकाशं कीदृशम् इति ज्ञातं लक्षणवाक्येन, नाम समवायसम्बन्धावच्छिन्न आधेयतया निरूपित अधिकरणतावत्त्वम् एव लक्षणम् इति ज्ञातम्, आकाशस्य लक्षणं. तेन अपि इदमपि ज्ञातव्यं भवति यद् यथा पृथ्वी अन्ये द्रव्याः अन्यानि द्रव्याणि सन्ति तथा आकाशं भिन्नं भिन्नं न भवति, आकाशः तु एकः एव इति. तर्हि यावत्पर्यन्तं न साधयितुं शक्नुमः भिन्नत्वं, तावत्पर्यन्तम् आकाशम् एकम् इति वदन्ति. एतावत् स्पष्टं वा भगिनि? आकाशम् इत्युक्ते केवलं एम्टी स्पेस् इति वा? हा, स्पेस् अस्ति, स्कै इति नास्तु. अस्तु, स्पष्टं. नूतनविषये यत्र प्रतिनियतग्राह्याः गुणाः इति. तर्हि लक्ष्मी भगिनी पठति किम्? आम्, प्रतिनियतग्राह्याः गुणाः रूपं रसः गन्धः स्पर्शः शब्देश्चेति गुणाः प्रतिनियतग्राह्याः इति शास्त्रे व्यवह्रियन्ते. तेषाम् एकैकस्य एकैकमेव इन्द्रियं ग्राहकं वक्ष्यमाणप्रत्यक्ष आत्मकज्ञानजनकम्. अन्ये अपि सुखदुःखादयः ये आत्मविशेषगुणाः तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्तम् इन्द्रियं मनम् अनुमीयते इन्द्रियम् अनुमीयते. अग्रे पठामि किम्? न, एतावता किं बुद्धम् इति वदतु किञ्चित्. अस्तु, रूपं रसः गन्धादि गुणाः तेषां ग्राहकम् इन्द्रियाणां द्वारा भवन्ति. आत्मज्ञानम् आत्मा एव तत्र इदानीं त्यजतु. इदानीं प्रथमतया प्रतिनियतग्राह्याः इति उक्तं, तर्हि ऊहां कर्तुं शक्नोति वा किमर्थं तथा उक्तम् इति? प्रतिनियतग्राह्याः इत्युक्ते each one is to be grasped or grasped by some sense organ. I mean they're meant to be grasped. Satyam, satyam. Tadeva atra adhopage likhitamasti. Kinchit patatu tat koshtakam. Rupam chakshuhu, rasaha rasanam, gandhaha granam, sparshaha tvak, शब्दः श्रोत्रं, षट् ज्ञानाध्यात्मा आत्मगुणाः मनः. अत्र मनः इति इदानीं सम्प्रति त्यजामः. प्रथमतया रूपम् इति पश्यन्तु, तत्र रूपग्राहक इन्द्रियम् अस्ति चक्षु. रसः इति गुणः अस्ति, रसग्राहक इन्द्रियं रसनं. तर्हि एकैकस्य गुणस्य एकैव इन्द्रियम्, एकेनैव इन्द्रियेण गृह्यते गुणः, रूपं रसः गन्धः स्पर्शः अथवा शब्दः. तदर्थम् एतेषां प्रतिनियतग्राह्याः इति उक्तं. तत्र सीमा अस्ति, किञ्चित् नियमितमस्ति केन केन गृह्यते इत्यस्मिन् विषये. तत्र नियमितम् अस्ति इन्द्रियं, तदर्थम् एतदुक्तमस्ति. अस्तु, अस्तु, हा. अनन्तरं पठतु भगिनि अन्येपि. अन्ये अपि सुखदुःखादयः ये आत्मविशेषगुणाः तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्तम् इन्द्रियम् अनुमीयते. तत्र मनः इति अतिरिक्तम् इन्द्रियम् इति स्वीकृतं यतोहि मनः बाह्येन्द्रियं नास्ति. अत्र चक्षुः, रसं, घ्राणं, त्वक्, श्रोत्रं. चक्षुः नाम ऐस्, रसनं जानन्ति एव इति चिन्तयामि. जिह्वा, घ्राणं, नोस्, त्वक् अपि च श्रोत्रम्, एतत् सर्वं बाह्येन्द्रियाणि. मनः इति यद् अतिरिक्तम् इन्द्रियम् अस्ति, आत्मनि यद् ज्ञानं भवति, सुख दुःख इत्यादयः, तत्र गुणाः ते आसन् खलु, चतुर्विंशतिगुणाः, तेषु सुख दुःख इच्छा इत्यादिकमपि आसीत्. तादृशानां गुणानां ग्रहणार्थं मनः इति इन्द्रियः अस्ति. तर्हि आत्मनि यदा भवति, आत्मा सुखमनुभवति, दुःखम् अनुभवति इति यदा भवति, तस्य ग्रहणं भवति मनसा इति कृत्वा मनः अतिरिक्तम् इन्द्रियम्. अपि च अन्ये पञ्च इन्द्रियाणि, चक्षुरसनं, घ्राणं, त्वक्, श्रोत्रं, बाह्येन्द्रियाणि इति उच्यन्ते. बुद्धं वा? तैः गृह्यमाणाः गुणाः प्रतिनियतग्राह्याः इत्यपि अस्ति. यतोहि एकैकस्य गुणस्य एकैव इन्द्रियम्, एकस्य गुणस्य ग्रहणार्थम् एक एव इन्द्रियम् अस्ति अत्र इत्यतः. बुद्धं? आं बुद्धं भगिनि, धन्यवादः. अस्तु, अग्रे किं भगिनि? अतिरिक्तम् इत्युक्ते, अतिरिक्तम् इत्युक्ते सपरेट् इति वक्तुं शक्नुमः. बाह्येन्द्रियम् अपि च अभ्यन्तर इन्द्रियं, मनः बाह्येन्द्रियं नास्ति. अस्तु, बहिः नास्ति मनः, अभ्यन्तर इन्द्रियम् अस्ति इति मनः अपि अतिरिक्तम् इन्द्रियम् अस्ति. अस्तु, अग्रे नीता भगिनी पठति. भगिनी प्रश्नः, षट् ज्ञानाद्यात्मगुणाः, ज्ञान आध्यात्मगुणाः इति वा? हा, ज्ञान अध्यात्म आत्मनि ये गुणाः भवन्ति अथवा आत्मना यद् अनुकूते तादृशाः गुणाः. तत्र गुणस्य निर्देशे तत्र उक्तमस्ति, सुखदुःख इच्छा इत्यादिकं षड्गुणाः तत्र अन्तर्भूताः सन्ति. ओ अस्तु, षट् गुणाः न, तेषु चतुर्विंशतिगुणेषु षड्गुणाः तादृशाः ये मनसा गृह्यन्ते इति. ओ अस्तु, चतुर्विंशतिगुणेषु षड्गुणाः सन्ति तत्र, सुख दुःख इच्छा. पश्यतु अनन्तरं यदा समयः भवति, तत्र अस्ति पङ्क्त्यां सुख दुःख इत्यादिकम्. अस्तु अस्तु, धन्यवादः. नीता भगिनी अग्रे पठति वा? आं भगिनि. तथा च पूर्वोक्तगुणानां ग्राहकाणि क्रमेण चक्षुरसन ग्राण त्वक् श्रोत्राणि मनश्च षष्ठम् इति आहत्य षडिन्द्रियाणि. अस्तु, वदतु, अग्रे पठतु. आदिमानि पञ्च बहिरिन्द्रियाणि बहिर्भूतान् घटादीन् प्रकाशयन्ति. आभ्यन्तरं भवति मनः आत्मानं तद् गतगुणान् च प्रकाशयति. अस्तु, किं बुद्धम्? पूर्वे इन्द्रियाणि रूपं, रस, गन्धः, स्पर्शः, शब्दः, तेषां तेजः क्रमेण उक्तवन्तः, चक्षुरसघ्राणत्वक् श्रोत्राणि. रूपरसगन्धस्पर्शशब्दः तेषां क्रमेण ग्राहकाणि नाम इन्द्रियाणि अस्ति यत्किमपि अस्ति तत्र चक्षुरसन घ्राण त्वक् श्रोत्र अपि च अन्यत् मनः अस्तु आहत्य कति इन्द्रियाणि षडिन्द्रियाणि पुनः विभजनमस्ति तत्र कीदृशं विभजनम् आदिमानि पञ्च बहिरिन्द्रियाणि बहिर्भूतान् घटादीन् प्रकाशयन्ति इत्युक्ते प्रथम पञ्च इन्द्रियाणि बहिरिन्द्रियाणि इत्युक्ते बहिः स्पर्शः भवति बाह्य इन्द्रियाणि बहिः लोके यस्य यस्यापि आत्मनीतिना बहिः आत्मनः बहिः लोके यत्किमपि भवति उक्तमस्ति तत्र घटादीन् भवतु अथवा रसः घटः नाम घटस्य रूपम् इति चिन्तयामः घटस्य प्रकाशं भवति प्रकाशयति घटं दृष्ट्वा एतद् घटम् इति जानीमः चक्षुषा घट भवतु पट भवतु यः कोऽपि रसः भवतु गन्धः भवतु तत्सर्वं बाह्यलोके अस्ति तेषां ग्राहकाणि बहिरिन्द्रियाणि चक्षुरसनं घ्राणं श्रोत्रम् किन्तु मनः कीदृशः मनः आभ्यन्तरम् अन्तरः आभ्यन्तरं भवति मनः आत्मानं तत् गतगुणान् च प्रकाशयति इत्युक्ते मनः बहिः बहिः बहि स्पर्शितुं न शक्नोति अन्ते अस्ति इति मनः इति आभ्यन्तरम् इत्युक्तं यतोहि मनसा यः गुणः गृह्यते सः गुणः आत्मनि भवति आत्मना अनुभूयते इति तादृशः गुणः मनसा गृह्यते सुख दुःख इत्यादयः इति उक्तं खलु तादृशाः गुणाः मनसा गृह्यते इत्यतः मनः अस्ति आभ्यन्तरम् इन्द्रियम् पुनः अत्र एकः अंशः उक्तः महोदयेन अत्र पश्यन्तु चक्षुरसन इति कोऽपि वदति वा यः कापि शनिवासरे वर्गे आसीत् समस्तशब्दः अस्ति चक्षुः विसर्ग तस्य अनन्तर रेफ भवति विसर्गस्य लोप भवति विसर्ग रेफ भवति यत् प्रथमरेफस्य लोप भवति उकार दीर्घ उकार भवति चक्षुः सत्यं तदेव अस्ति भगिनि इति तत्र चक्षुः इति केवलं विसर्गसन्धिं कृत्वा चक्षुः प्लस् रसन तत्र विसर्गसन्धिः अस्ति केनचित् नियमेन रेफात् परे रेप भवति चेत् तत्र एकस्य रेपस्य प्रथमरेपस्य लोपः भूत्वा तस्मात् पूर्वं यः स्वरः तस्य दीर्घत्वमपि भवति तदर्थमेव चक्षुरसनघ्राणत्वक् श्रोत्राणि इति उक्तम् अस्तु अधोभागे एकं नोट् अस्ति टिप्पणी अस्ति रश्मि भगिनी पठति वा भगिनि सर्वत्र प्राण्यङ्गत्वात् एकवत् भावः प्राप्तः परन्तु घ्राणाभिन्नानां संयुक्तद्रव्यत्वात् अवयवत्वाभावः घ्राणरसनचक्षुत्वक् श्रोत्राणि इन्द्रियाणि भूतेभ्यः इति न्यायसूत्रादुन्नीतः सौकर्याय आवृतः. किञ्चित् बुद्धं वा? तर्हि अस्तु, वदामि. अत्र एतत् समासः अस्ति, अस्तु, यद् कोट्स् मध्ये अस्ति, ग्राणरसनचक्षुत्वक् श्रोत्राणि इन्द्रियाणि भूतेभ्यः इति न्यायशास्त्रस्य सूत्रमस्ति, मूलतः सूत्रमस्ति. तत्र पश्यन्ति चेत् तत्र समासः अस्ति. कीदृशः समासः? हा, द्वन्द्वसमासः अस्ति. द्वन्द्वसमासे द्वैविध्यं भवति खलु, कोऽपि वदति वा? समाहारद्वन्द्वः, अनन्तरं इतरेतरद्वन्द्वः. इतरेतरद्वन्द्वः खलु. तर्हि समाहारद्वन्द्वः नित्यः भवति कुत्रचित्. कुत्र कुत्र? उदाहरणत्वेन पाणि च पादौ च पाणिपादम् इति समाहारद्वन्द्वः. रामश्च लक्ष्मणश्च रामलक्ष्मणौ इति इतरेतरद्वन्द्वः. अस्तु, यत्र जनानाम् अथवा वस्तूनां किमपि भवति चेत् द्वन्द्वः, तत्र इतरेतरद्वन्द्वः भवति, द्विवचने अथवा बहुवचने वा भवितुम् अर्हति. किन्तु प्राण्यङ्गानां नाम अवयवानां पाणि पादः तादृशानां यदा द्वन्द्वः समासः भवति, सः समाहारद्वन्द्वः भवति, पाणिपादम् इति. समाहारद्वन्द्वः नित्य एकवचनं नपुंसकलिङ्गं च खलु. बुद्धं वा? तर्हि अत्र तथा नास्ति. किमर्थं? ग्राणं रसनं सर्वे अपि अवयवाः खलु. प्राण्यङ्गत्वात् एकवद् भावः स्यात्, किन्तु तथा नास्ति. नपुंसकलिङ्गं तु अस्ति एव, किन्तु बहुवचने अपि अस्ति. किमर्थम् इति प्रश्नः. तस्य उत्तरमस्ति, अत्र लिखितमस्ति, पश्यन्तु, अवयवत्व अभावः. यद्यपि अवयवाः शरीरस्य एव एतानि सर्वाणि, किन्तु अवयवत्व अभावः वर्तते अत्र. अत्र पश्यन्ति चेत् शरीरेन्द्रियविषयभेदात् इति उक्तं खलु. यत्र कुत्रापि शीतस्पर्शवत्यः आपः, उष्णस्पर्शवत् तेजः, यत्र कुत्रापि तत् द्रव्यस्य निरूपणमासीत्, तत्र सर्वत्र शरीरेन्द्रियविषयभेदात् इति पुनः पुनः उक्तम्. तर्हि इन्द्रियाणि यद्यपि शरीरस्य अवयवाः, तथापि तथा नास्ति इति ग्रहीतव्यं भवति. अवयवत्व अभावः भवति, तदर्थं समाहारद्वन्द्वः नास्ति, अपि तु इतरेतरद्वन्द्व इत्येव अस्ति. तदर्थं तत्र बहुवचनं चक्षुरसनग्राणत्वक् श्रोत्राणि इति उक्तं. न्यायसूत्रे अपि तथैव अस्ति, अवयवत्व अभावः. अस्तु, तर्हि मुख्यविषयः आसीत् पञ्च बहिरिन्द्रियाणि, अपि च मनः आभ्यन्तरम् इन्द्रियम् इति. अस्तु, अग्रे रागिणी भगिनी पठति वा? भगिनी, एकः प्रश्नः. चक्षुः इत्युक्ते नेत्रम् इति समानम् इति न भवति वा? लौकिकभाषायां चक्षु इत्युक्ते नेत्रमेव, किन्तु महोदयेन यत् पुनः पुनः उक्तं, तद् गोलकारं नेत्रं यदस्ति तद् नास्ति. चक्षुः पार्थिवद्रव्यं भवितुमर्हति, किन्तु तथा नास्ति. ऐस् इति यद्वदामः तथा नास्ति. एका शक्तिः अस्ति येन गृह्यते रूपं, सा एव चक्षुः. तथैव रसनं ग्राणं सर्वम्. अस्तु, अतः अवयव अभावः इति उक्तम्. अस्तु, अस्तु, तेषु चक्षुस्तु मन अङ्गम् अनान्ति न, तेषु चक्षुः तु अत्र किञ्चित् किञ्चित् विभजनं कृत्वा पठेम. चक्षु त्वक् मनांसि, चक्षु त्वक् मनांसि गुणः गुणस्य एव तदाश्रय द्रव्यस्यापि प्रत्यक्षं जनयन्ति. चक्षुषा रूपस्य इव तदाश्रयस्य घटादेः अपि प्रत्यक्षोत्पादनात् भवतीः उन्मिलिनस्य पुंसः नीलः घटः इति प्रत्यक्षात्मकं ज्ञानम्. एवमेव त्वग् इन्द्रिय मनसः अपि आश्रयग्राहत्व ग्राहकत्वं बोध्यम्. अन्येषु त्रिषु इन्द्रियेषु अत्र अत्र स्थगयामः. इनि किम् अवगतम् एतावत्? प्रारम्भतः पठतु किञ्चित्. तेषु चक्षुः त्वक् मनांसि गुणस्य एव तदाश्रय द्रव्यस्यापि प्रत्यक्षं जनयन्ति. चक्षुः त्वक् अपि च मनः गुणस्य एव तत् आश्रय द्रव्यस्य अपि प्रत्यक्षं जनयन्ति. गुणस्य इव तत्र गुणस्य इव इति अस्ति सन्धिं. अस्तु, गुणस्य इव तत् आश्रय द्रव्यस्य अपि प्रत्यक्षं जनयन्ति. उत्तमं वा किञ्चित्? न भगिनि, क्षम्यताम्. चक्षुः न चिन्ता, चक्षुः त्वक् मनः गुणस्य इव तद् आश्रय द्रव्यस्य प्रत्यक्षं जनयति. नाम चक्षुः कस्य गुणस्य ग्राहकम्? चक्षुः रूपस्य. रूपस्य खलु, तदर्थम् अत्र अग्रे लिखितं चक्षुषा जनयति. हलो हलो हलो हलो हलो भगिनि. आं नीता भगिनि. आं कनेक्षन् डिस्कनेक्ट् अभवत् चिन्तयामि. आमाम् हरि ओम् हरि ओम् रक्षा भगिनि. इदानीं न आगच्छति इति चिन्तयामि. ओ ओ नमस्ते, क्षम्यताम्, इदानीं मम दूरवाणी भग्नः जातः. नमस्ते. नमस्ते भगिनि. सर्वे सन्ति खलु? आम्. कस्यचित् गृहे कस्याश्चित् गृहे पृष्ठभागे ध्वनिः अपि अस्ति, तर्हि किञ्चित् म्यूट् कुर्वन्तु. अस्तु, चक्षुत्वग् मनांसि तेन गुणस्य न अपि तु गुणाश्रयः द्रव्यं यद् भवति तस्य अपि प्रत्यक्षं भवति। अस्तु अग्रे पठतु भगिनी, रागिनी भगिनी, चक्षुषा इत्यतः। चक्षुषा रूपस्य इव तदाश्रयस्य घटादेः अपि प्रत्यक्षोत्पादनात्। अग्रे तावदेव अस्ति, घटं पश्यामश्चेत् घटस्य रूपम् अपि जानीमः, अपि च घटः आश्रयः रूपस्य तदाश्रयद्रव्यस्य अपि इति, नाम रूपाश्रयद्रव घटस्यापि प्रत्यक्षबोधनं भवति चक्षुषा। भवतीः उन्मिलिनयनस्य पुंसः नीलः घटः इति प्रत्यक्षात्मकं ज्ञानम्। उन्मीलनयनस्य पुंसः नाम यस्य कस्यापि, यः कोऽपि नेत्रम् उन्मील्य पश्यति नीलः घटः इति, घटस्य नीलत्वम् अपि जानाति, घटम् अपि जानाति। एवमेव त्वग् इन्द्रिय मनसः अपि आश्रयग्राहत्व ग्राहकत्वं बोध्यं, तथा अपि च इन्द्रिय अपि च मनसः आश्रयग्राहकत्वं जानीमः। अन्येषु त्रिषु इन्द्रियेषु इत्युक्ते किं, त्वग् इति इन्द्रियमस्ति, तेन गुणं जानाति वा? त्वक् इति इन्द्रियस्य स्पर्शस्य ज्ञानं भवति। सत्यम्, अपि च यस्य कस्यापि स्पर्शः भवति तमपि जानीमः खलु, तद्द्रव्यं किम् इति जानीमः। स्पर्शः इति गुणः गृहीतः भवति, तदनन्तरं यस्य कस्यापि पुस्तकस्य स्पर्शः भवति चेत् इदं पुस्तकम् इति जानीमः, तर्हि स्पर्शस्य आश्रयः पुस्तकमपि वयं ज्ञातुं शक्नुमः। त्वचा मनसः मनः अपि तथैव अस्ति इति बुद्धं वा? भगिनी अत्र पुंसः इत्युक्ते घटः इति पुल्लिङ्गशब्दः इति वा? न भगिनि, तत्र भवतीः उन्मीलिनयनस्य कस्यचित् पुरुषस्य इति चिन्तयामि, यः कोऽपि नेत्रम् उन्मील्य पश्यति तस्य। अस्तु भगिनी, तत्र यथा चक्षोः तत् चक्षुषः तत्र रूपस्य अपि च द्रव्यस्य ज्ञानं भवति तत् स्पष्टं, त्वचः अपि स्पष्टमस्ति, मनसः कथं वा तत् तत्र स्पष्टता नास्ति? नाम तत्र मनः इति आभ्यन्तर इन्द्रियम्, आत्मनि यः गुणः अस्ति तस्य ग्रहणं तु भवति मनसा, सुखदुःखं सर्वम्, अपि च तेषां कथनेन आत्मानं वयं कथं जानीमः, मनसा एव ज्ञातुं शक्नुमः, मनसा द्वारा एव आत्मनः ज्ञानं भवति इति अस्ति। बुद्धं वा? अस्तु, तत्र ज्ञानम् आत्मनि भवति, तर्हि मनसा तत्र ज्ञानमपि आगच्छति, आत्मानमपि जानीमः इति वा? सत्यम्, आत्मानं केवलं मनसा एव जानीमः, आत्मा इति यत् द्रव्यमस्ति तस्य ज्ञानं केवलं मनसि एव भवति, बहिरेन्द्रियाणां साहाय्येन न। इत्यतः मनसा अपि आत्मा गृह्यते, तद्द्रव्यम् आत्मनि विद्यमानाः गुणाः अपि गृह्यते। अस्तु अस्तु भगिनि, धन्यवादः। भगिनी अत्र आश्रयग्राहकत्वं मनसा कथं भवति इति? इदानीं सुख दुःख इत्यादिषु इत्यादीनां गुणानाम् आश्रयः कः? मनः, आत्मा। रत्ना भगिनी, अस्तु अस्तु, आत्मनि एतादृशाः गुणः भवति, तेषां ग्रहणं भवति मनसा, अस्तु, अत्र आश्रयग्राहकत्वं बोध्यं त्वग् इन्द्रियम् इत्युक्ते अत्र चक्षोः उपयोगं कुर्मः चेत् घटस्य रूपस्य अपि विषये ज्ञातुं शक्नुमः. अत्र रूपस्य अधिकरणं घटम् अधिकरणः घटः. तत्र गुणस्य द्रव्यस्य द्वयोः ज्ञानस्य द्वयोः विषये वयं ज्ञातुं शक्नुमः चक्षुषा. तथा नास्ति वा अत्र? इत्युक्ते तथैव अस्ति, तदर्थमेव उक्तम् एवमेव इति. पश्यतु तृतीयवाक्ये एवमेव, यथा चक्षुषा गुणस्य गुणाश्रितद्रव्यस्य भवति प्रत्यक्षं तथैव एवमेव इति तदर्थमुक्तम् एवमेव त्वगिन्द्रियमनसोः अपि आश्रयग्राहकत्वम्. आश्रयग्राहकत्वं नाम गुणस्य आश्रयः. गुणस्य आश्रयः कः? द्रव्यम्. द्रव्यम् आश्रयग्राहकत्वम् इत्युक्ते तस्य द्रव्यस्य अपि ग्राहकत्वं भवति त्वग् इन्द्रियमनसोः. अस्तु अस्तु अस्तु अस्तु. पञ्च इन्द्रियाणि बहिरिन्द्रियाणि, अतः बहिः किमस्ति इति ज्ञातुं शक्नुमः. किन्तु मनसा सर्वदा मनः सर्वदा आत्मनि भविष्यति. अतः मनः आत्मनि यः गुणः अस्ति तस्य ग्राहकं भवति इति एकवारं विभजनं द्वैविध्यम् अभवत्. आभ्यन्तर इन्द्रियम् अपि च बहिरिन्द्रियाणि इति प्रथमतया वैविध्यम्. इदानीं भिन्नः भिन्नरीत्या वैविध्यं प्रदर्शितम् अस्तु. प्रथमतया पञ्चबाह्येन्द्रियाणि, अनन्तरम् एकमेव आभ्यन्तरम् इन्द्रियम् इति केटगरैजेशन् एकम्. अनन्तरं षड् इन्द्रियेषु चक्षु त्वक् मनांसि इति त्रीणि इन्द्रियाणि. तैः गुणस्य अपि च तदाश्रयद्रव्यस्य प्रत्यक्षं भवति. कैः? चक्षु त्वक् मनांसि. अस्तु अस्तु. अवशिष्टं त्रीणि इन्द्रियाणि सन्ति खलु, तस्य विषये अग्रे अस्ति. तर्हि सरला भगिनी पठति वा? बुद्धं खलु रत्ना भगिनी? आम् आम्, इदानीम् अवगच्छामि. अन्येषु त्रिषु इन्द्रियेषु रसने इन्द्रियाघ्राणे इन्द्रययोः गुणमात्रग्राहकता न तु द्रयमपि ताभ्यां गृह्यते. अन्येषु इन्द्रियेषु इत्युक्ते रसनं घ्राणं श्रोत्रम् एत्रयो इन्द्रिययोः गुणमात्र केवलं गुणं प्रकाशयति, तस्य अधिकरणम् अथवा आश्रयं वा द्रव्यं न प्रकाशयति. हा सम्यक्. तर्हि केन केन केवलं गुणः गृहीतः? रसनं घ्राणं श्रोत्रं. रसनं घ्राणं तयोः केवलं गुणमात्रग्राहकता, केवलं गुणं गृह्णाति. रसनं रसः इति गुणः अस्ति, तस्य ग्रहणं भवति रसनेन. घ्राणेन गन्धः, तस्य ग्रहणं भवति. किन्तु तदाश्रितस्य द्रव्यस्य न भवति रसनेन खलु. हा तदर्थम् उक्तं. प्रथममस्ति चक्षुत्वग्मनांसि, षड् इन्द्रियेषु त्रीणि इन्द्रियाणि तथा येन गुणस्य तदाश्रितद्रव्यस्य प्रत्यक्षं. पुनः अन्येषु त्रिषु त्रीणि इन्द्रियाणि अवशिष्टानि घ्राणं रसनं श्रोत्रं. तेषु द्वयोः ईदृशी स्थितिः नाम केवलगुणमात्रग्राहकता. अस्तु अनन्तरं पठतु भगिनि. बुद्धं वा एतावता सर्वैः? आम्. यद्यपि गुण चक्षुषा गृह्यते इति न सः अति इन्द्रिय तथापि घ्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति. घ्राणं गन्धस्य रसना रसस्य च जनयति प्रत्यक्षम्. अस्तु, किम् अवगतम्? इत्युक्ते गुडः चक्षुषा गृह्यते, गुडः तस्य रसनं मधुरं, तस्य रसनं गुण रसनाय गुण गुण ज्ञातुं शक्नोति, किन्तु चक्षुषा तस्य रूपमपि ज्ञातुं शक्नोति. तस्य चक्षुषा रूपं ज्ञातुं शक्नोति खलु, चक्षुषा ज्ञा जानाति गुडः इति, किन्तु केवलं खादनेन गुडः इति निश्चयेन वक्तुं शक्नोति वा? खादनेन अनुमानं कर्तुं शक्तु शक्नोति. सत्यं सत्यं, बहु सम्यक् अस्ति. तथैव अस्ति, गुडः इति चक्षुषा गृह्यते, तद्दृष्ट्वा ओ गुडः इति जानामि, किन्तु केवलं तस्य आस्वादनं करणेन अथवा खादनेन गुडस्य रुचिः गृह्यते अथवा गुडस्य रसः गृह्यते, अपि च घ्राणेन्द्रियेण गुडस्य गन्धः गृह्यते, किन्तु गुडः इति निश्चयेन न वक्तुं शक्नुमः. यथा भगिन्या उक्तम्, अनुमानमेव कर्तुं शक्नुमः, निश्चितरूपेण एषः गुडः एव इति न वक्तुं शक्नुमः. उक्तं वा? घ्राणरसनेन्द्रियप्रत्यक्षं द्रव्यस्य ज्ञानं न भवति. सत्यं, हा, ज्ञानरस क्षम्यतां, रसनघ्राणेन्द्रियोः द्रव्यस्य नास्ति ज्ञानम्. अस्तु, तर्हि अवशिष्टं किमस्ति? शिष्टं श्रोत्रं भवति. शिष्टं श्रोत्रं, तर्हि अत्र पश्यन्तु, प्रथममासीत् चक्षुत्वग्मनासि इति एका श्रेणी, तदनन्तरं तेषु त्रिषु घ्राणं रसनं तयोः गुणम् एव गृह्यते. अत्र अधोभागे कोष्टके अपि तदेव प्रदर्शितं. तदि वा भगिनि? ओके, शिष्टं श्रोतेन्द्रियं, कोष्टकं कोष्टकं कोष्टकं, द्रव्यगुणोभयग्राहकाणि चक्षुः त्वक् मनः. इत्युक्ते द्रव्यम् आश्रय गुणस्य आश्रय द्रव्यमपि ज्ञातुं शक्नोति. सो ते इन्द्रियाणि चक्षुः त्वक् मनः सन्ति. गुणमात्रग्रहकाणि केवलं गुण ज्ञातुं शक्नोति, घ्राणं रसनं श्रोत्रम् इति श्रेणीद्वयम् अस्ति. द्वयम् अस्ति. अत्र एकं पदमस्ति अतीन्द्रियः इति. अतीन्द्रियः इत्युक्ते इन्द्रियस्य शक्तेः बहिः, इन्द्रियेण न गृह्यते एव, तादृशः भवति अतीन्द्रियः. किन्तु अत्र गुडः तथा नास्ति, गुडः तु गृहीतः भवति चक्षुषा, तर्हि गुडः न अतीन्द्रियः इति उक्तम्. अतीन्द्रियः नाम इन्द्रियस्य शक्तेः बहिः, केनापि इन्द्रियेण न गृहीतः भवति तादृशः अतीन्द्रियः. अस्तु, तर्हि चक्षुत्वग्मनांसि एका श्रेणी, द्रव्यगुणयो गुण तयोः ग्राहकत्वम्, अपि च घ्राणं रसनं श्रोत्रं गुणमात्रग्राहकाणि, तेषु त्रिषु रसनघ्राणयोः गुणमात्रग्राहकता. पुनः श्रोत्रम् इदानीं कीदृशम् इति अग्रे पश्येम. रत्ना भगिनी पठति वा? आं भगिनि. शिष्टं श्रोत्र इन्द्रियं कर्ण पुटेन पृथक् कृतः आकाशदेश एव, तत्तु शब्दस्य एव प्रत्यक्षं जनयति, न तु आश्रयस्य. कुतः? आश्रयस्य आकाशस्य अतीन्द्रियत्वात्. अस्तु, इदानीम् अत्र स्थगयतु. एतावता किं बुद्धमिति वदतु. हा, इदानीं भवत्या उक्तम् अतीन्द्रियम् इत्युक्ते इन्द्रियस्य बहिः इत्युक्ते इन्द्रियेण ज्ञातुं न शक्यते. आकाशः अतीन्द्रियः, इन्द्रियेण ज्ञातुं न शक्नुमः. शिष्टं श्रोत्र इन्द्रियं, शिष्टम् इत्युक्ते न जानामि, अवशिष्टम्. ओ अस्तु अस्तु, अवशिष्टं श्रोत्र इन्द्रियं, कर्णपुटेन पृथक् कृतः आकाशदेश एव. कर्णपुटेन, कर्णः इत्युक्ते इयर् ड्रम् इति उक्तं महोदयेन, कर्णपुटः नाम इयर् ड्रम्. ओ अस्तु, पृथक् कृतः आकाशदेश एव. अत्र किञ्चित् वदामि, रसनं घ्राणम् इति वयं दृष्टवन्तः. एताभ्यां यः कोऽपि गुणः गृहीतः भवति खलु, तस्य आश्रयः यः भवति, गुणः वा फलं वा, सः चक्षुषा दृष्टः भवति. किन्तु आकाशः न तथा इत्यर्थः, आकाशदेश एव. आकाशदेश इत्युक्ते अत्र तथैव उक्तं महोदयेन, एषः एतद् इन्द्रियं केवलम् आकाशे यः गुणः भवति तस्यैव ग्रहणं भवति, आकाशस्य न कदापि ग्रहणं भवति केनापि इन्द्रियेण. अस्तु अस्तु, तदर्थं तथा अस्ति इति. तत्तु शब्दस्य एव प्रत्यक्षं जनयति न तु आश्रयस्य, इत्युक्ते आकाशः आकाशस्य ज्ञानं न भवति, आकाशस्य ज्ञानं न कदापि केनापि इन्द्रियेण भवति, केवलम् आकाशे विद्यमानस्य गुणस्य ज्ञानं तु भवति श्रोत्रेन्द्रियेण. आकाशः अतीन्द्रियः यथा भगिन्या उक्तम्. यस्मिन् हि परमाणु परिमाण अतिरिक्त परिमाणम् उद्भूतरूपं च भवति, तस्यैव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति न अन्यस्य इति च निर्णीतम्. परमाणु परिमाण अतिरिक्त परिमाणम् परमाणु, अत्र बहु किमपि वक्तव्यं भवति महोदयेन, अपि नूतनाः विषयाः बहवः उक्ताः, अहमपि किञ्चित् प्रयत्नं करोमि. किन्तु अत्र पश्यन्तु, परमाणु परिमाणातिरिक्त परिमाणम् इति अस्ति खलु. कीदृशं द्रव्यं प्रत्यक्षं भवति इत्युक्ते, ध्वनिः अस्ति किल, कस्यचित् स्पीकर् फोन् वा किमपि अस्ति किम्, अथवा भगिनि स्टार् सिक्स् नोदयितुं शक्नोति, न अहमस्मि, केवलम् अहं म्यूट् मध्ये गता आसम्, सर्वे अपि. अस्तु, चिन्ता नास्ति. परमाणु परिमाण अतिरिक्त सर्वे श्रोतुं शक्नुवन्ति खलु अधुना. आम्, परमाणु परिमाण अतिरिक्तपरिमाणम् इति अस्ति. तत्र परिमाणं नाम सैज़् इति, आङ्ग्लभाषायां सैज़् इति यद्वदामः तदस्ति परिमाणम् इति. अधुना अत्र उच्यते कीदृशं परिमाणं परमाणु परिमाण अतिरिक्त अस्ति परिमाणम् अपि च उद्भूतरूपं यत्किमपि द्रव्यं परमाणुपरिमाण अतिरिक्तम् अपि च उद्भूतरूपं भवति सः एव द्रव्यस्य बहिरेन्द्रियैः प्रत्यक्षं भवति तर्हि अधुना प्रश्नः उदेति परमाणुपरिमाण इत्युक्ते किम् इति परिमाणं तु सैज़् इति जानीमः परमाणुपरिमाण इत्युक्ते एकः परमाणुः अथवा द्वि अणुकम् इत्युक्ते परमाणुद्वयं द्वौ परमाणु द्वि अणुकं तर्हि एकः परमाणु अथवा द्वि अणुकं तावत्पर्यन्तम् अस्ति परमाणुपरिमाणम् इति बुद्धं वा न अवगच्छन्ति चेत् स्थगयन्तु कृपया अस्तु भगिनी परमाणु अणुकं द्वयमपि समान पदमेव वा न न परमाणुपरिमाण नाम परिमाण इत्युक्ते मेजर् अथवा सैज़् इति तर्हि परमाणुपरिमाण कीदृशम् अस्ति इत्युक्ते दट् मेजर् एकः परमाणुः अथवा द्वि अणुकं नाम द्वौ परमाणु तस्य परमाणुपरिमाण इति अस्ति परिमाणम् अस्तु किन्तु अणुकम् इत्युक्ते अर्थः परमाणु इति जानामि अणुकम् इत्युक्ते तावदेव परमाणु यस्य विभजनं नास्ति पुनः पुनः अस्तु अस्तु तस्य तावत्पर्यन्तं परमाणुपरिमाणम् इति उच्यते तदनन्तरं त्रि अणुकम् इति आगच्छति त्रि अणुकं नाम त्रीणि द्वि अणुकानि तर्हि कति परमाणवः षड् खलु त्रीणि द्वि अणुकानि द्वि अणुकमस्ति परमाणुद्वयं तस्य त्रीणि द्वि अणुकानि षड् परमाणवः त्रि अणुकपरमाणुतः आरभ्य अन्यत् सर्वम् अस्ति मध्यमपरिमाणम् इति पृथिवी जलं तेजः तत्सर्वं पुनः अनन्तरम् अस्ति परममहत् परिमाणं परममहत् परिमाणम् इत्युक्ते आकाशः कालः दिग् आत्मा यद् बृहान् अस्ति तादृशः तर्हि अत्र अर्थं किं भगिनि परम महत् इत्युक्ते विभुः सर्वत्र अस्ति बृहान् अस्ति इति अत्र पेज् नम्बर् 53 पश्यन्तु पश्यन्ति वा तस्मिन् पुटे परमाणुपरि सर्वे पश्यन्ति किं पेज् 53 कोष्टकमस्ति उपरितने भागे परमाणुपरिमाणम् इति तत्र दत्तमस्ति पृथिव्यादि च तुष्टस्य परमाणवः द्वि अणुकानि च अपि च मनांसि एतानि सर्वाणि सन्ति परमाणुपरिमाणं मध्यमपरिमाणम् इति अस्ति तृतीयपङ्क्त्यां मध्यमपरिमाणं किं भवति घटपटादयः पृथिव्यादिषु चतुष्टयस्य विभागग्रन्थे यत्किमपि अत्र दत्तमस्ति तत्सर्वं मध्यमपरिमाणम् मध्यभागे परममहत् परिमाणम् इति अस्ति पश्यन्तु तत्र आकाशः कालः दिग् जीवाः ईश्वरः तत्सर्वं परममहत् परिमाणम् इति जानन्ति चेत् पर्याप्तम् अधुना अस्माकं चर्चार्थं तर्हि प्रत्यक्षं द्रव्यं कीदृशं भवति परमाणुपरिमाण अतिरिक्तं नाम परममहत् परिमाणं भवतु अथवा मध्यमपरिमाणं भवतु किन्तु परमाणुपरिमाणं मा भवतु बुद्धं वा अस्तु अस्तु तत्र परमाणुपरिमाणम् अवगतं खलु रत्ना भगिनी आम् आम् परिमाणु परिमाणं प्रत्यक्षं न भवितुं शक्नोति. हा अति लघु अस्ति परमाणु. परमाणु परिमाणम् अतीव लघुः, तस्य प्रत्यक्षत्वेन द्रष्टुं न शक्नुमः. इत्युक्ते केऽपि इन्द्रियाणि इन्द्रियैः न ज्ञातुं शक्नोति परमाणु परिमाणम्. अस्तु इति परमाणु परिमाणं नाम एकः परमाणु अथवा द्वियणुकम्. पृथ्वी आदि चतुष्ट चतुष्टयस्य इत्युक्ते रसनं वायो तेजस् न तथैव अस्ति. द्रव्यनिरूपणसमये पृथ्वी जलं तेजः वायुः खलु, प्रथमचत्वारि द्रव्याणि सत्यं भगिनि. तेषां परमाणवः लघु लघु बहु लघु भवति, तेषां प्रत्यक्षं न भवति. तथैव द्वियणुकानि अपि, द्वियणुकानि नाम परमाणुद्वयम्. अस्तु, परमाणुपरिमाणं द्वियणुकानि अपि च परमाणु तद्विहाय तत्सर्वं विहाय त्रियणुकतः आरभ्य सर्वं भवति मध्यमपरिमाणम्. घटः पटः अथवा यत्किमपि पार्थिवद्रव्यं भवति पदार्थः, तद् मध्यमपरिमाणम् अस्ति. तदनन्तरं परममहत् परिमाणम् इति अस्ति. परममहत् परिमाणं नाम यद् बृहान् अस्ति, विभुः, यथा आकाशः, कालः, दिगात्मा, यत्र विभुत्वम् अस्ति तद् परममहत् परिमाणम् इति. परिमाणं त्रयम् अस्तु, केवलं तद् जानन्ति चेत् पर्याप्तम् अधुना. परिमाणत्रयम् अस्ति, तेषु यः कोऽपि यत्किमपि द्रव्यं परमाणु परिमाण अतिरिक्त अतिरिक्त इत्युक्ते एक्सेप्ट् सपरेशन्, अत्र परमाणु परिमाण अतिरिक्त इत्युक्ते परमाणुपरिमाण नास्ति अपि च उद्भूतरूपम् अस्ति, तादृशं द्रव्यमेव बहिरिन्द्रियैः प्रत्यक्षं भवति. भगिनि, परमाणुपरिमाणम् अतिरिक्तम् इत्युक्ते परमहत् परिमाणम् अथवा मध्यम परिमाणम्? सत्यं सत्यं भगिनि, सत्यं. हा, परमाणुपरिमाण अतिरिक्त इत्युक्ते तस्मात् बृहान् भवतु यः कोऽपि, त्रियणुकं भवतु अथवा घटः पटः यः कोऽपि भवतु, मध्यमपरिणामं भवतु अथवा परममहत् भवतु, केवलं परमाणुपरिमाण अतिरिक्त भवतु अपि च उद्भूतरूपं भवतु. उद्भूतरूपम् इत्युक्ते यस्मिन् रूपम् अस्ति, यत् चक्षुषा द्रष्टुं शक्नुमः तद् पृथ्वी जलं तेजः तावत्पर्यन्तम् उद्भूतरूपम् अस्ति. तदनन्तरं रूपं नास्ति एव. अस्तु, तर्हि तादृशानामपि द्रव्याणां बहिरिन्द्रियैः प्रत्यक्षं न भवति. तर्हि आकाशः कीदृशः? आकाशः अस्ति परममहत् इति, आकाशः परममहत् परिमाणम् अस्ति. विभुः परममहत् परिमाणं नाम परमाणुपरिणाम अतिरिक्तम् अस्ति आकाशः. अपि च किन्तु आकाशस्य उद्भूतरूपम् अस्ति वा? नास्ति, आकाशस्य रूपमेव नास्ति. यद्यपि आकाशः परमाणुपरिमाण अतिरिक्तम् अस्ति तस्य परिमाणं, तथापि आकाशस्य उद्भूतरूपम् अस्ति. तदर्थम् आकाशः बहिरिन्द्रियैः गृहीतः न भवति इति कृत्वा अत्र उक्तम् आकाशस्य अतीन्द्रियत्वात् इति. सर्वैः बुद्धं वा? कोऽपि प्रश्नः? रत्ना भगिनी बुद्धम् आं भगिनि, एतत् बुद्धं, किन्तु किञ्चित् अन्यप्रश्नः अस्ति. मनः अपि द्रव्यं किल? सत्यम्. अस्तु, द्रव्यमपि अस्ति किन्तु अतिरिक्त इन्द्रियम् इति उक्तम्. आम् आम्, इन्द्रियत्वेन अपि स्वीकृतमस्ति मनः. अस्तु, तदा वयं पठितवन्तः आश्रयग्राहकत्वं, तत्र मनः एव आश्रयं भवति वा? मनः आश्रय न भवति, गुणस्य आश्रयः तत्र आत्मा भवति. तदर्थं पुटस्य उपरितने भागे प्रथमवाक्यमेव अस्ति तथा. मनः आत्मनं तद् गतगुणान्, तद्गत इत्युक्ते आत्मनि गतगुणान् प्रकाशयति. अस्तु अस्तु अस्तु, तर्हि एवमासीत् श्रोत्रेन्द्रियस्य. यद्यपि शब्दः इति गृहीतः भवति श्रोत्रेन्द्रियेण, शब्दस्य आश्रयः यः अस्ति आकाशः, सः केनापि इन्द्रियेण न गृहीतः भवति, यतोहि तस्य उद्भूतरूपं नास्ति. परमाणुपरिमाण अतिरिक्तपरिमाणं तु अस्ति आकाशस्य, किन्तु उद्भूतरूपं नास्ति इत्यतः आकाशः बहिरिन्द्रियैः प्रत्यक्षं न भवति. तदर्थम् आकाशम् अतीन्द्रियम् इति उच्यते. अत्र अधोभागे पश्यन्ति चेत् तत्रापि प्रदर्शितमस्ति प्रत्यक्षयोग्याः इति कृत्वा, घटादयः घटाधीनां परमाणुपरिमाण अतिरिक्त परिमाणम् अस्ति एव. घटादयः सर्वे कुत्र भवन्ति? मध्यमपरिमाणं भवन्ति, अपि च तेषाम् उद्भूतरूपमपि अस्ति इति कृत्वा घटादयः प्रत्यक्षयोग्याः. अग्रिमे पुटे पश्यन्ति चेत् न प्रत्यक्षयोग्याः इति कृत्वा, तत्र के न प्रत्यक्षयोग्याः, अपि च किमर्थं न इति प्रदर्शितम्. वायुप्रभृतिद्रव्याणि, अस्तु, विशेषतश्च त्वगिन्द्रियं वायवीयं श्रोत्रेन्द्रियम् आकाशस्वरूपञ्च. वायुप्रभृतिप्रभृतादीनां रूपं नास्ति. वायुः तु महत् अस्ति, न क्षम्यतां, हा, परममहत् अस्ति, किन्तु वायोः रूपं नास्ति इत्यतः सः न प्रत्यक्षयोग्यः. पृथिव्यादित्रिकस्य परमाणुः द्व्यणुकम्. भगिनि क्षम्यतां, प्रभृतिद्रव्याणि इत्युक्ते? इत्यादिद्रव्याणि, वायु अनन्तरं किम् अस्ति द्रव्यनिरूपणे? पृथ्वी, जलं, तेजः, वायुः, आकाशः, मनः, तत्र आरभ्य सर्वेषु द्रव्येषु रूपं न वर्तते खलु. अस्तु, इति कृत्वा वायुप्रभृतिद्रव्याणाम् अपि प्रत्यक्षं न भवति. अनन्तरं द्वितीयं चित्रं, तत्र पृथिव्यादित्रिकस्य, पृथिव्यादित्रिकं नाम पृथिवी, जलं, तेजः, तेषां परमाणुः अथवा द्व्यणुकं, तस्य उद्भूतरूपं तु अस्ति एव, किन्तु किं नास्ति तत्र? परमाणुपरिमाण अतिरिक्तरूपं नास्ति. नाम परमाणुद्व्यणुकं तत्र पर्यन्तं परिमाणुपरिमाण एव, परमाणुपरिमाण अतिरिक्तं नास्ति इत्यतः तेषामपि नास्ति प्रत्यक्षत्वेन ग्रहणम्. अनन्तरं पृथिव्यादि रूपाण्यपि घ्राणरसनचक्षुरिन्द्रियाणि, हा, घ्राणरसनचक्षुरिन्द्रियाणि, तत्र रूपं वर्तते किन्तु उद्भूतरूपं नास्ति. एतेषाम् इन्द्रियाणां, घ्राणरसनचक्षुरिन्द्रियाणाम् अनुद्भूतरूपम् इति उच्यते, नाम सम्यक्तया न दृश्यते चक्षुषा इति कृत्वा तेषामपि प्रत्यक्षयोग्यता नास्ति. यद्यपि ते परमाणुपरिमाणभिन्नाः एव, तथापि प्रत्यक्षयोग्याः नास्ति. अनन्तरं मनः, अस्य मनसः रूपं नास्ति, अपि च परमाणुपरिमाणभिन्नत्वम् अपि नास्ति. सर्वे न प्रत्यक्षयोग्याः. इति अस्ति विषयः. एतस्य पुनः अग्रिमवर्गे अपि चर्चा भवति एव, किन्तु मुख्यतः चक्षु त्वग् मनासि तैः गुणः, गुणस्य आश्रयः अपि गृह्यते. ग्राणं रसनं तेन गुणः एव गृह्यते, किन्तु अन्य इन्द्रियं चक्षुषा तद् आश्रयस्य द्रव्यस्य ग्रहणं भवति. श्रोत्रं केवलं गुणस्य एव भवति, तदाश्रयस्य द्रव्यस्य न कदापि ग्रहणं भवति, यतोहि तदाश्रयद्रव्यः अस्ति आकाशः, सः तु अतीन्द्रियः अस्ति. इति सारांशः. कोऽपि प्रश्नः अस्ति वा? न भगिनि, धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः.